नमस्सर्वेभ्यः समासचिन्तनमध्ये सर्वेषां स्वागतं। प्रथमं समाससम्बन्धसूत्राणि उषा भगिनी पठति वा? आं महोदय। तत्पुरुषः भिक्षुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्मैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येन मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च द्वाङ्क्षेणक्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वोद्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैं विशिष्टेन अनैं सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्चरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोकगतिपयगृष्टिधेनुवशा वेहद्वष्कयणी प्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः प्रशंसावच्नैश्च युवा खलतिफलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापरादरोतरम् एकदेशिना एकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगदिप्रादयः उपपदम् अतिङ् अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच। धन्यवादः महोदय। समासान्तसूत्राणि तत्पुरुषस्याङ्गुलेः सङ्ख्याव्यवादेः अह सर्वैकदेशसङ्ख्यादपुण्याश्च रात्रेः अह्नो नेतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजाः सहिभ्यष्टच् गोरत्तिग अलुकी अग्राख्यायां मुरसः अनोष्मायास्मरासं जातिसङ्ख्यायो ग्रामकौटाभ्यां च तक्ष्णः अतेषुनः उपमानादप्राणिषु उत्तरमृगपूर्वाश्च सत्तनः नावोद्दिगोः अर्धा च खाद्या प्राचां दिक् कार्याः प्राचां त्रिदिभ्यामञ्जलेः अनस्तन्थान्नपुंसकाच्छन्दसि ब्राह्मणो जानपदाख्यायां कुमहद्भ्यामन्यतरस्याम् भगिनि पञ्चमी सत्पुरुषसमासे वर्तमानविषयमस्ति स्तोकान्तिकदूरात्र पुच्छाणि तेन शान्तपदेन अस्मिन् सूत्रे द्वन्द्वतत्पुरुषयोः इति पूर्वं गतवर्गे पठितमस्ति इति मन्ये पञ्चमी स्तोकादिभ्यां कारकप्रकरणे इमे सूत्रे पठ्यते तत्र आरभ्य गीताञ्जलि भगिनी पठति वा गीताञ्जलि भगिनी श्रूयते वा महोदय किञ्चित् निमेषानन्तरं महोदय एकनिमेषं गोमति भगिनि पठामि महोदय कारणप्रकरणे इमे सूत्रे कारकप्रकरणे क्षम्यतां कारकप्रकरणे इमे सूत्रे पठ्येते बिन्दु करणे च स्तोकाल्पकृच्छकतिपयस्य सत्त्ववचनस्य इति सूत्रेण असत्त्ववचनस्य अद्रव्यवचनस्य स्तोक अल्प कृच्छ कतिपयस्य करणे पञ्चमी अन्यतरस्यां तृतीया स्यात् अल्पेन मधुना मत्तः इति वाक्ये अल्पः इति पदम् असत्त्ववचनार्थे नास्ति यतः अल्पः इति पदं मधु इति द्रव्यवाचकस्य विशेषणम् इति कृत्वा स्वयं द्रव्यवाचकं भवति अल्पेन इति पदं न अद्रव्यवाचकम् इत्यतः तस्य पदस्य करणे च स्तोकाल्पकृच्छकतिपयस्य असत्त्ववचनस्य इति सूत्रेण पञ्चमी न विधीयते अवस्तुतः वस्तुतः अल्पेन इति पदं मधुना इत्यस्य विशेषणम् इति कारणतः तृतीया विभक्ति एव जायते वदामि महोदय अत्र एकं कारकसूत्रं दत्तं करणे च स्तोकाल्पकृच्छकतिपयस्य असत्त्ववचनस्य इति सूत्रेण असत्त्ववचनस्य अद्रव्यवचनस्य एतानि शब्दाः एताः शब्दाः स्तोक अल्प कृच्छ कतिपय एताः शब्दानां प्रयोगः करणार्थे पञ्चमी भवति अन्यतरस्यां तृतीया स्यात् अत्र करणार्थे स्तोक अल्प कृच्छ कतिपय एताः शब्दाः यदा समस्तपञ्चमी सुबन्तेन समस्तपदं भवति चेत् तत्र तद् द्रव्यवचनं वा अद्रव्यवचनं वा इति चिन्तयित्वा एन तेन अनन्तरमेव समस्तपदं भवति यदा अद्रव्यवचनम् उक्तं पञ्चमी विभक्ति पञ्चमी अद्रव्यवचनस्य शब्दः भवति तदा शब्दमागच्छति त्वया कम्प्यूटर् अद्रव्यवचनम् अस्ति चेदेव पञ्चमी विभक्ति भवति अनन्तरं समासम् अपि भवति पञ्चमी तु अनुक्तमस्ति पञ्चमी तु अत्र एकं कारणप्रकरणस्य विषयमस्ति तत्र समासस्य विषयम् एव नास्ति अस्तु केवलम् एतत् श्लोकस्य कारकप्रकरणस्य सूत्रं किं वदति शब्दानाम् असत्यव असत्त्ववचनस्य उपयोगे तृतीया भूत्वा कारकं भवति. अत्र इति कारकप्रकरणस्य विषयं किमस्ति? शब्दानाम् असत्त्व अर्थे कारकं भवति इति. तत्र समासस्य न उल्लेखः एव नास्ति. यदि ये असत्त्ववचनस्य कारकप्रकरणे यूस् स्तोकाने स्तोकेन मुक्तः इति उक्तत्वात् तत्र स्तोकेन इति अद्रव्यवाचिषु भवति चेत् कारकं भवति. यदि नो चेत् तदेव पञ्चमी तत्पुरुषसमासस्य योग्यता प्राप्यते. द्रव्यवाचकशब्दः अस्ति चेत् करणे पञ्चमी भवति. द्रव्यवचनस्य उक्तं भवति चेत् तृतीया भवति. अन्तिमवाक्यं किं भवति? किम् अन्तिमवचनं पठतु. स्तोकाल्पपृच्छकतिपयस्य असत्त्ववचनस्य इति सूत्रेण पञ्चमी न विधीयते अल्पेन इति पदम् अद्रव्यवाचकम् इत्यतः तस्य पदस्य करणे च इति सूत्रेण पञ्चमी न विधीयते अद्रव्यवाचकम् अल्पेन अतः पञ्चमी न विधीयते. वस्तुतः अल्पेन इति पदं मधुना इत्यस्य विशेषणमस्ति कारणतः तृतीया विभक्ति एव जायते. ओके. अद्रव्यशब्दस्य प्रयोगः भवति. अत्र उदाहरणे मधुना मत्तः अत्र तु द्रव्यशब्दस्य उक्तं भवति न महोदय? मधुना मत्तः मधुना मत्तः मधुना द्रव्यवाची अस्ति. अल्पेन तस्य विशेषणम् अस्ति कृत्वा तदपि द्रव्यवाची भवति. अल्पेन मत्तः यदि द्रव्यवाच्यं मधुना नास्ति केवलं स्तोकेन मुक्तः अस्ति चेत् तत्र द्रव्यवाचकस्य उल्लेखः नास्ति. ततः यदि द्रव्यवाचकविशेषणं भूत्वा स्तोक कल्प कृत्र कतिपय एतानि पदानि विशेषणरूपेण विशेष्य अर्थवाचिशब्देन सह युज्यते चेत् तृतीया एव जायते. किन्तु अद्रव्यवाचिषु पञ्चमी विधीयते करणे पञ्चमी. ओके ओके. शोकान् मुक्तः इति तत्र द्रव्यवाच्यं किमपि नास्ति. शोकेन मुक्तः एव अस्ति. शोकेन कस्मात् मुक्तः इति न उक्तं. द्रव्यवाचीनाम् उल्लेखः एव नास्ति. महोदय एकवारम् अहं वर्गे अपि पृच्छामि किन्तु किञ्चित् न स्पष्टतया न अवगतं द्रव्य अद्रव्य भेद अपि च अर्थः कः महोदय एकवारं विवृणोतु. द्रव्यम् इत्युक्ते एकं संज्ञा अस्ति भगिनि न्यायवैशेषिक सिद्धान्ते तदेव व्याकरणे अपि स्वीक्रियते. द्रव्यम् इत्युक्ते यत् वस्तुना अस्तित्वमस्ति यथा भूतवस्तु इत्युक्ते मनुष्यः मृगः स्थाणु इत्यादि वस्तु द्रव्यमस्ति न. किन्तु यदि भवति सुखं दुःखं चिन्ता विलापम् इत्यादि द्रव्यं नास्ति. अस्तित्वम् अस्ति तेषामपि अस्तित्वम् अस्ति चेदपि तेषां द्रव्यत्वं न प्राप्नोति यदि तत् तेषां परिवर्तनं न कर्तुं शक्यते. परिणामं कृतं भवति तत्र द्रव्यत्वं दृश्यते. द्रव्यम् इत्युक्ते मेटर् इन् द इन् इन् इङ्ग्लिश् सेन्स् फिसिकल् मेटर् फिसिकल् मेटर् whereas adravyavachi means, which is now, for example, alpena madhuna, in that word, madhu is a dravyavachi shabdam. Whereas alpena, if you look at alpena or stokena in standalone, it is that little. Now, in the little, you don't have a material to matter to consider. But when it combines with a matter, little honey, then it becomes a adjective to honey. Then that qualities of the honey is also used along with the little word. They go together. Then it becomes a dravyavachi shabda. So alpena madhuna matta in asmin vachake kim bhavati iti krutva alpena visheshanattvam asti krutva madhuna dravyavachinam gunam alpena api svikriyate iti krutva alpena api dravyavachi shabdam bhutva vastuta alpena iti padam madhuna ityasya visheshanam iti karanatah tritiya vibhakti bhavati यदि यदि द्रव्य अद्रव्यवाची भवति चेत् पञ्चमी भवति करणे तदेव तस्य कारकस्य सूत्रस्य अर्थम् अद्रव्यवाचिषु पञ्चमी विधीयते द्रव्यवाचिषु एतानां शब्दानां पञ्चमी विभक्ति विधीयते अद्रव्यवाचिषु गोमति भगिनि अवगतं द्रव्यवाचि शब्दः इत्युक्ते तृतीय एव भवति आम् अद्रव्यवाचक इत्युक्ते तत्र पञ्चमी अपि भवितुमर्हति आम् तृतीय अपि भवति तृतीय अपि भवति पञ्चमी एव न अन्यतरस्यां तृतीया स्यात् अन्यतरस्यां तृतीया स्यात् विकल्पेन तृतीया अपि भवितुमर्हति परन्तु तत् समस्तपदं न भवति आम् समासे तु स्तोकान्तिकृच्छ्राणि इति सूत्रेण एव पञ्चमी सप्त पञ्चमी तत्पुरुषः भवति स्तोकान्तिकृच्छ्राणि स्तोकान्तिकदूरार्थकृच्छ्राणि तेन इति सूत्रेण स्तोक इति द्रव्यवाचि अद्रव्यवाचि भवतु किमपि भवतु पञ्चमी सप्तरुष एव भवति किन्तु तस्य विभक्ति अलोपम् अलुक् भवति अलुक् समासस्य अलुक् पद अलुक् अधिकारस्य प्रथमसूत्रे उल्लेखम् अस्ति कृत्वा पञ्चमी स्तोकादिभ्यः इति अलुक् उत्तरपदस्य प्रथमसूत्रम् अस्ति कृत्वा तस्य प्रत्ययस्य लोपः न भवति तत् पूर्वं पठितम् अस्ति न अत्र अस्मिन् परिच्छेदे पञ्चम्या लोकादिभ्या इति अलुक् अधिकारे प्रथमसूत्रम् इत्युक्तं तत् कारणेन स्तोकादिभ्य आदि गण स्तोकादिभ्य इत्युक्ते स्तोक किमस्ति स्तोकान्तिकदूराणि कृच्छ्रपदं त्यक्त्वा अन्यपदानां पञ्चमी युक्ते अलुक् उत्तरपदे अस्ति कृत्वा तेषां विभक्तिर्लोपो न भवति ओके उदाहरणं पठतु भगिनि स्तोकान् मुक्तः स्तोकान् मुक्तः स्तोकेन मुक्तः लघुना आयासेन अनायासेन मुक्तः इति अर्थः आयासः न द्रव्यम् इति भावः क्रियायाः परिनिष्पत्तिः यद् व्यापाराद् अनन्तरं तद् कारकं करणम् इति कथ्यते अत्र स्तोकात् अनन्तरं सः मुक्तः जातः इत्यतः स्तोकात् स्तोकशब्दस्य कर्णशब्दसंज्ञा कर्णसंज्ञायां प्राप्ते तृतीयां प्रबाध्य करणे च स्तोकाल्पकृच्छ कतिपयस्य असत्त्ववचनस्य इति सूत्रेण पञ्चमी विभक्ति विकल्पेन तृतीया विभक्ति अपि भवति उदाहरणेन स्तोकान् मुक्तः इति समस्तपदं दृष्टम् शोकेन मुक्तः इति अपि अस्ति. अर्थः भवति अल्पेन आयासेन, लघुना आयासेन इति अर्थः भवति शोकान्मुक्तः. शोकान्मुक्तः इति बहुव्रीहि समासमस्ति न महोदय? लघुना आयासेन मुक्तः यः, सः शोकान्मुक्तः. न न, तत्र तु भिन्नवार्ता अस्ति. अत्र भिन्न, अत्र अस्मिन् सूत्र अन्तर्गतत्वात् तत् सामान्यतत्पुरुषसमासः, पञ्चमी तत्पुरुषसमासः एव भवति. स्तोकान्मुक्तः इति अलुक् उत्तरपदस्य अन्तर्भूतत्वात् तस्य विभक्तिर्न लोपः भवति कृत्वा स्तोकान्मुक्तः इति भवति. तेन स्तोकेन मुक्तः इति कारकसूत्रस्य बलेन व्यस्यरूपं दृश्यते. तन्तु बहुव्रीहि किमपि न उक्तम् नास्ति. अस्तु महोदय. स्तोकाल्पकृच्छप्रतिपयस्य असत्त्ववचनस्य इति सूत्रेण पञ्चमी एव भवति, विकल्पेन तृतीया विभक्ति अपि भवति. अस्तु, अतः स्तोकान्मुक्तः अत्र अलुक् समासः स्तोकान् इति स्तोकात् तदस्तकारस्य लोपः न भवति, स्तोकात् मुक्त एव भवति. अनन्तरं सन्धिकार्यं भवति स्तोकान्मुक्तः इति रूपं निष्पन्नम्. अत्र स्तोकात् अनन्तरं सः मुक्तः जातः इत्यतः स्तोकशब्दस्य कर्णसंज्ञा भवति. कर्णसंज्ञायां प्राप्ते तृतीयां प्रभाति कर्णसंज्ञा भवति स्तोकात् मुक्तः इति. कस्मात् मुक्तः? स्तोकात् मुक्तः इति अर्थः भवति. अतः तत् कर्णसंज्ञकपदमस्ति. कर्णसंज्ञा यदा भवति तदा तृतीयां प्रभाते एतत् सूत्रं स्तोकाल्पकृच्छकतिपयस्य सत्त्ववचनस्य कारणेन कर्णसंज्ञा भूत्वा स्तोकान् स्तोकात् इति भवितुम् अर्हति चेत् अपि स्तोकशब्दस्य तृतीया विभक्ति अपि विकल्पेन भवति. यदि यदि तत्र द्रव्यवाचिविशेषं भूत्वा आयाति चेत् यथा स्तोकात् अल्पेन अल्पेन मधुना, अत्र द्वितीय उदाहरणे पश्यति चेत् अल्पात् मुक्तः, अल्पान् मुक्तः, अल्पेन मुक्तः, तत्र द्रव्यवाचीनाम् उल्लेखः एव नास्ति. यदि भवती यदुक्तं बहुव्रीहि उपयुज्य कुर्यते चेत् अल्पेन मधुना मुक्तः इति, मधुमुक्तः इति वदति चेत् किं भवति इति अहं न जानामि. न, वेन् यु सडन्लि सी स्तोकान् मुक्तः बहुव्रीहि कम्स् इन् मनसि, बट् दट्स् नाट् करेक्ट् बिकास् सूत्रम् इट् सेल्फ् सेस् only panchami can come like that, right? Clear more. clear If I have not read the sutram, I will say tatra bahurihi bhavatu marhati iti. So correction. Okay, yeah, this is where that you know adyutada antodata swara vijnanam will help for deciding whether it is तत्पुरुषः भवति वा बहुव्रीहि भवति वा अन्यसूत्र अन्यसमासं भवति वा. नो, यदा वि हेड् अ डिस्कशन् आन् देट् नो, इन्द्रशत्रु रैट् रैट् सो द वे यु प्रनौन्स् द स्वर इन् द समस्तपदम्. ओके, देन् द अर्थम् अर्थः बिकम्स् डिफ्रेण्ट्. रैट्. Okay. So that, since we don't know the swara vijnanam, so we don't use it with the swara vijnanam. That is why for us with both will the bahuvrihi va tatpurusha va iti brahma jayate. Mahodaya, kshamyatam. Prichhatu bhagini. तत्र स्तोकेन मुक्तः इति अर्थः इत्युक्ते मुक्तः इवन् फ्रोम् द स्मालेस्ट्, तदेव न अर्थः महोदय? अल्पप्रयासेन मुक्ता भवति अभवत्. अल्पप्रयासेन इत्युक्ते इवन् वित् द स्मालेस्ट् एफर्ट् मुक्ति भवति. एण्ड् देन् आपोजिट् इस् आल्सो देर् महोदय, कृच्छ्रान् मुक्तः इत्युक्ते वित् अ लाट् आफ़् क्लिष्ट मुक्ति. आम्, कृच्छ्रम् इत्युक्ते काठिन्यम् और् कष्टता. काठिन्यं कष्टता सहित मुक्ति इति कृच्छ्रेण मुक्तः, तदेव न महोदय? आम्, एकम् अद्वैते एक उदाहरणमस्ति अद्वैतशास्त्रे. दशमत्वमस्ति भवन्ते यु मेट् हव् हर्ड् अबौट् इट्. 10 पीपल् क्रास् द रिवर् एण्ड् देन् दे स्टार्ट् कौण्टिङ्ग् एण्ड् दे फैण्ड् वन् मेन् इस् मिस्सिङ्ग्. एव्रिबडि कौण्ट्स् एण्ड् दे कन्फर्म् दट् वन् मेन् इस् मिस्सिङ्ग्, रैट्? सो आल् आफ् दम् आर् वरी. They are all worried as to one man has gone in the flow. So they were crying. So at that time, one person comes by the way and finds out these people are worried about. Then he asked, why are you all worried? No, we 10 of us crossed the river and we are now able to find only 9 people here. But the man who is outside, he found out all the 10 are there. So then he says, then he starts, okay, start counting. So 1, 2, 3, and he completed 9. And when he came to the counter, he said, Dashamat Tumasi, you are the 10th person, so you forget to count yourself. So all the worry which they had that they had lost one person from the crowd, Alpena Muktaha, so all of them got released instantly. Because it was not a fact. Only if your real Bandha is there, to get out of the real Bandha is a problem. Right? Mukti to मनसि एव तत्कारणेन अल्पेन मुक्तः. देर् वास् नो एफर्ट् रिक्वैर्ड् फार् दट् मो ऐ मीन् शोकात् मुक्तः. केन मुक्तः तु इति तु स्पष्टं, किन्तु स्तोकात् पञ्चमी अपि अस्ति इति किञ्चित् मनसि क्लिष्टजाता इत्युक्ते पञ्चमी इत्युक्ते वियोग इत्युक्ते फ्रोम् देट् अपादाने पञ्चमी. अत्र तदा स्तोकात् मुक्तः इत्युक्ते अल्पात् मुक्तः इति अर्थं स्वीक्रियते चेत् कथम् इस्का अर्थं भवति? अल्पप्रयासेन मुक्तः, वि नो दट् वि केन् अण्डर्स्टाण्ड् दट् मीनिङ्ग् वेरि क्लियर् रैट् तृतीय. बट् अल्पात् मुक्तः अल्पान् मुक्तः इति तत्पुरुषसमासस्य अर्थं कथम् अवगमनं करणीयम् इति तत्र पञ्चमी, यतोहि पञ्चमी उक्तत्वात् तस्य अर्थं तृतीयवत् स्वीकरणं भवति. बिकास् आफ् द कारकसूत्रं. सि दट् इस् वै द कारकसूत्रस्य प्रसक्तिः अस्ति न. अद्रव्यवाचिषु पञ्चमी कारकप्रकरणे निर्दिष्टमस्ति. दट् इस् द रीसन् वै वि आर् गेट् स्तोकात् मुक्तः. Oh, stokat muktaka is not by the sutra mahodaya, stokantika duratta kṛcchrāṇena. No, stokat muktaha iti samasta padam tu sutrena eva bhavati. Kintu panchami kena kāraṇena bhavati? Oh, panchami vibhakti for the stoka. Yes. Okay. And it is also tritiya because it is yeah. That is a normal one. phrase because from mukta is a is from the tritiya karane tritiya bhavati na oh karane tritiya karane tritiya okay but not the karane for this I mean what is that no, that is very discussion in the class karane मया एतद् अवगतं करणे पञ्चमी अपि भवति परन्तु अद्रव्यवाचि शब्दः अस्ति चेत् पञ्चमी अद्रव्यवाचि देन् इट् इस् पञ्चमी हियर् देर् इस् स्तोकान् मुक्तः पञ्चमी अपि भवति तृतीया अपि भवति स्तोकान् मुक्तः the panchami vidayakam by the 2-3 sutra the karan what is that sutra karane cha stokantilpa krichrani kati you read this work then you will understand okay karana sanyayam prapte tritiyam prabadya oh I see karana sanyayam prapte we have karana sanyayam prapte tritiyam prabadya करणे च स्तोकाल्पकृच्छ्र कतिपय कतिपयस्य असत्त्ववचनस्य इति सूत्रेण पञ्चमी विभक्तिः विकल्पेन तृतीया विभक्तिः अपि भवति ओके सो देन् हौ डु ऐ डिटर्मिन् द करणसंज्ञायां करणसंज्ञायां ओ ओके स्तोकात् अनन्तरं ओ यद् व्यापारात् अनन्तरं तत् कारकं करणम् इति कथ्यते ओके स्तोकात् अनन्तरं सः मुक्तः जातः सः मुक्तः जातः ओके तत्कारणेन तस्य करणसंज्ञा भवति स्तोकात् ओके करणसंज्ञायां प्राप्ते तृतीयां प्रबाद्य देन् पञ्चमी विभक्ति विधीयते करणसंज्ञा अस्ति चेत् तृतीया भवति तत् एकं किन्तु करणसंज्ञा प्राप्ते चेदपि अस्मिन् सूत्रस्य प्राबल्येन करणे च शोकान् कृत्य कृतादि अतिपय असत्त्ववचनस्य सूत्रबलस्य बलेन पञ्चमी विभक्ति अपि विदितमस्ति इति कृत्वा स्तोकात् मुक्तः स्तोकेन मुक्तः इति रूपद्वयं सिद्धमस्ति यत् स्तोकेन मुक्तः करणत्वात् स्तोकात् मुक्तः इति अद्रव्यवचनस्य अद्रव्यवचनस्य योगत्वात् सिद्ध्यते ओके ओके पञ्चमी बै अद्रव्यवाच्य अण्ड् करण विकास् आफ् द करण तृतीया ओके ओके ओके ओके अद्रव्यवाचिन ओके अद्रव्य लैक् स्तोकात् मुक्तः स्तोकान् मुक्तः मुक्तः इति द्रव्यवाचि शब्दः स्तोकात् मुक्तः द्रव्यवाचि नास्ति यदि स्तोकान् मुक्तः तयो मध्ये द्रव्यवाचि शब्दमस्ति चेत् तत्र स्तोका इति पदं विशेषणं भूत्वा द्रव्यवाचि भवति विशेषणं भूत्वा स्तोक इति शब्दः मुक्तः इति शब्दस्य विशेषणं भूत्वा मुक्त इस् द रिसल्ट् ओके केन कारणेन मुक्तः यदि द्रव्यं स्य विशेषणं भूत्वा स्तोकेन मधुना मुक्तः इति भवति चेत् तत्र स्तोकेन इति विशेषणं भूत्वा मधुना इति पदस्य विशेषणं भूत्वा द्रव्यवाचि भवति तृतीया एव भवति ओके हियर् इट् इस् नाट् द्रव्यवाचि ओके अत्र अल्पेन मुक्तः बस् नौ देर् इस् तत्र द्रव्यवाचीनां कोऽपि उल्लेखः नास्ति वेदर् हि गाट् इट् मुक्ति फ्रम् जन्ममरणमुक्ति और् मधुनामुक्ति और् भयाद् मुक्ति किमपि न उक्तं न सो द्रव्यवाचि शब्दः न स्तोकात् मुक्तः इति इत्यस्य मुक्तः इति शब्दः अद्रव्यवाचि भवति स्तोक इति अद्रव्यवाचिनस्य विशेषणं भवति. सो स्तोक आल्सो बिकम्स् अद्रव्यवाचि. अद्रव्यवाचि इत्युक्ते देन् पञ्चमी विधि. लेट्स् टेक् टु एक्साम्पल्स्. वन् इस् मुक्तः इति द्रव्यवाची नास्ति. गोमति भगिनि, मुक्ता इस् अ रिसल्ट्. लेट् अस् दट् इस् अन्तम् विच् इस् टुवर्ड् द एण्ड् आफ् द सूत्र. नौ लेट् अस् टू एक्साम्पल्स्. ओके, अल्पेन मुक्ता. लेट् अस् टेक् दट् इट् इस् ईज़ी टु अण्डर्स्टाण्ड् रादर् देन् ओके. अल्पेन मधुना मुक्तः इस् वन् वर्ड्. अल्पेन भयात् मुक्तः इति अनदर् वर्ड्. अल्पात् मुक्तः. शाल् आई टेल् द आन्सर्? अल्पेन मधुना मुक्तः, तत्र द्रव्यवाचकशब्दः अस्ति, अतः तत्र करणार्थे तृतीया एव भवति. अल्पेन मधुना मुक्तः इति एव भवति. यदा अन्यत् उदाहरणम्, अल्पेन भयात् मुक्तः. अल्पेन भयात् मुक्तः. भया इति द्रव्यवाचकं नास्ति, अतः एतत् सूत्रेण करणे च स्तोकाल्पकृच्छ कतिपयस्य असत्त्ववचनस्य इति सूत्रेण पञ्चमी विभक्ति भवति. विकल्पेन तृतीया विभक्ति अपि भवति. अतः अल्पान् मुक्तः, अल्पेन मुक्तः. अल्पात् भय, अल्पेन भयात् मुक्तः. भय द्रव्य अद्रव्यवाची शब्दः. अद्रव्यवाची शब्दः. When you are using with bayat, you will not use alpena bayat muktah. Alpa bayat muktah. Visheshna visheshyam asti na. That is samasta padam. Vikalpena bayat muktah is then it will be the bayat muktah is that adravyavachi bayat muktah tasya visheshanam bhutva alpad bayat muktah iti sampurna vachakam. Atra अत्र समासः आगच्छति महोदय? न सपा न समस्त नैव व्यस्त व्यस्तप्रयोगमेव. ऐ मीन् विग्रहवाक्यम् एव उल्लेखः अस्ति अत्र. समस्तवत् कृतं न गतं. वि आर् ओन्ली अनलैसिङ्ग् टु विग्रहवाक्यास्. अल्पेन मधुना मुक्तः इस् करण अर्थव्या द्रव्यवाची अर्थम् इति कृत्वा विशेषणविशेष्यं भवति. मधुना अल्पेन बोत् विल् बिकम् तृतीया एण्ड् दर् द विग्रहवाक्यं विल् बि अल्पेन मधुना मुक्तः. नौ अद्रव्यवाची यूसेज् आफ् द सेम् थिङ्ग् ई विल् बिकम् वर् भय. इफ् यु यूस् ए अद्रव्यवाचि भय, सा अल्पात् भयात् मुक्तः ई एण्ड् अल्पेन भयेन मुक्तः. दर् आर् टु रूपम्स् विच् केन् कम् because of this karnam karmnyam prapte tritiya prapadya panchami bhavati vikalpena tritiya bhavati. So karaka prakaranam, if you are running the vigraha vakyam, bhaya, if you are using bhaya as bhaya and mukti you want to relate it, then there are two forms, alpad bhayat muktah, alpena bhayena muktah. The two forms will come in the karanavachi karana the karaka prakarane. In the case of dravyavachi asti chet adravya dravyavachi asti chet panchami na bhavati kevalam tritiya bhavati. That part is clear, but alpat alpena bhayat muktah tatra samasta padam katham bhavati? Samasta padam samastam bhavati. Samasta padavasya alpan muktah eva na. अल्पान् मुक्तः एव तत्र. अल्पान् मुक्तः इति पञ्चमी तत्पुरुषसमासः भवति. तत्र अल्पेन मुक्तः इति समासपदं नास्ति, केवलं व्यस्तप्रयोगमेव. कथं वदति महोदय? अल्पाद् भयात् मुक्तः. अल्पाद् भयात् मुक्तः. भयात् मुक्तः. अल्पात् अल्पात् अल्पात् भयात् मुक्तः, तद् व्यस्तप्रयोगः एव. विग्रहवाक्यमेव, तस्य समासः न भवितुम् अर्हति. किन्तु वाच द्रव्य असत्त्ववचनस्य उल्लेखः नास्ति, केवलम् अल्पात् मुक्तः इति पदद्वयमस्ति चेत् तत्र पञ्चमी तत्पुरुषसमस्य भवति स्तोकान्तिकदूराणि कृत्राणि तेन इति तान्तपदस्य पञ्चम्यन्तं पदम् अल्पात् इति योजयित्वा पञ्चमी तत्पुरुषसमासः भवति. किन्तु अलुप् उत्तरपदस्य प्रथमसूत्रमस्ति कृत्वा तत्र विभक्तिर्लोपः न भवति कृत्वा पूर्वपदस्य विभक्ति यथा तदेव तिष्ठति तत्र. नो चेत् अल्पमुक्तः इति रूपं स्थापयितुम् अर्हः. क्षम्यतां महोदय, अल्पात् अल्पेन भयात् मुक्तः समस्तपदं किं? न भय अल्पेन भयात् हौ डु यु कनेक्ट् इट्? विशेषणविशेषमस्ति न न सो देन् बोथ् सेम् सेम् विभक्ति नो रैट् अल्पात् भयात् मुक्तः नो समस्तपदं केनाट् बि देर् न देर् केनाट् बि पदम् इट् ओन्लि विग्रहवाक्यम् और् सपरेट् पदम्. There the samastapadam can be made between baya, bayat muktaha you can make a samastapadam, baya muktaha you can make. Tatra panjami bhavati, bayat muktaha, bayat ibi. Tatra to panjami bayena. Tatra panjami vibhakti lopa bhavati. Suppose if we have to add alpata bayat muktaha, if we want to say saha alpat bhayat muktah abhavat iti vakyam atra if I want to do samasta padam because alpat asti mukta asti so can I say saha bhayat alpamuktah abhavat? No, first you have to do the samasa of the bhayat muktah will become bhayamukta, then it is a tanda padam. Then you do the second, that is garbha samasa, then you have to the, use the panjami tatpurusha using stogantika kritrani tena, so you will become alpan bhayamukta, you know, alpan bhayamukta, alpan bhayamukta will become bhayat mukta cannot be bhayamukta mahodaya panchami bhayena iti like vrikat bhayam or vrikebhya bhayam or something like that, right? We cannot come again. Panchami bayena iti sutrena panchami bayena like vrikat bhayam vrika bhayam vrikebhyah bhayam vrika bhayam something like yeah so but bayat muktah no bayena bayena mukta is not a panjami samasa no no bayat that's muktah you said bayamuktah bayamukta will be a tritiya tatpurusha oh I see okay okay tritiya tatpurusha okay kartrikarane tritiya kartrikarane krita bahulam okay no mahodaya when we have to do you bhi bhaya we have to use panchami only we cannot use tritiya. No, no. Bayena, we can, baya becomes a karanam, no? Masti, parantu, that is a vishesham. Baya, bhedi. If these words come, then we have to go for panchami only. That is only if you are a, that is only if baya becomes a uttarapadam. Nala, purvapadam. Bayat becomes a purva padam, no? Bayat... Bayat becomes Baya becomes a uttara padam. Baya, bhiti, bhi, they all will become uttara padam. Panchami bayena. And the karanam will be that, the cost will be panchamiyantam padam purvam, purva padam. Then vrikat bhayaha. We used vrika bhayam, no? Yeah, vrika bhayam. That is right. दट् इस् पञ्चमी भयेन इति सूत्रेण नौ ऐ आम् टेयिङ्ग् चेत् भयात् मुक्तः सो पञ्चमी तद् तत्र कर्तृकरणे कृता बहुलम् इति सूत्रेण तृतीया भयेन भयात् मुक्तः दट् इस् वाट् इस् कर्तृकरणे तृतीया बहुलं वाट् डस् इट् से कर्तृकरणे कृता बहुलं देन् इट् विल् बि भयेन मुक्तः भयेन मुक्तः भयेन मुक्तः बट् भयेन मुक्तः ऐ डोण्ट् हौ टु दट् डजन्ट् साउंड राइट या वाट् डस् इट् से मुक्तः इति कृतन्तपदं देट् इस् ओके कर्तृकरणे कृता बहुलं लैक् वाट् डिड् वि से लैक् अहिना हतः अहिहतः चतुर्थी तृतीया गुडेन दाना गुडेन वृत्तिं निःश्रीकरणं निःश्रीकरणं दट् इस् भयेन उच्यं भो भगवस्य कर्तृकरणे कृत्या काम् अर्थे भावार्थे भवति ओके कृत्येदधिकार्थे वचने दट् इस् आल्सो नो आस् दिस् इस् द पण्ट् कर्तृकरणे कृता भवति रैट् नौ नखात् भिन्नः नखेन भिन्नः नखैर्निर्भिन्नः वि हेड् टु फार्म्स् परशुना छिन्नः परशुचिह्नः रैट् सो कर्त्रार्थे भवति वा करणार्थे भवति वा इति वि इस् द कास् विचिङ्ग् कर्तृकरणे कृता बहुलं भवति सो वेन् इट् इस् कर्त्रार्थे तिरिया वाट् इस् रामेण हतः रैट् हरिणा प्रातः अहिना घातः कर्ता उडस्त कृतन्तं पदं परेण भृतः इत्यादि नौ वेन् इट् कम्स् टु करणार्थे वाट् इस् दट् बाणेन हतः नखेन निर्भिन्नः पशुना भिन्खिन्नः सो भयेन मुक्तः शुड् कम् इन् दिस् वन् नो बट् भयेन इस् नाट् करण देर् इस् नो इन्स्ट्रुमेण्ट् इन्स्ट्रुमेण्ट् Bayana is not an instrument, right? So... So Alpat Bayat Muktaha It's only a Vigraha Vakya, that's it. We cannot use it. Samastha Varan Jara. Yeah. Right. But we have heard the word Bhayamukta, no, Bhagini? Yeah, it sounds like we have heard, yeah. In the class, yeah. See, Vikat Bhidihi. So Bhidihi, here the Bhi Bhaya, Bhi Bhaya, Bhi, Bhi, these are all... वाच्यम् इति सूत्रेण उत्तरपदम् उत्तरपदम् भयभीतः अस्ति रैट् न भयभीतः तत्र भय भीतः इति द सेकेण्ड् उत्तरपदं भयात् भीतः भयात् भीतः बिकम्स् भयभीतः भयात् भीतः अस्तु भयात् मुक्तिः आगच्छति किन्तु बि अस्ति न तथैव अत्र तथैव भयाद् आगच्छति जलां जशुन्ते पदान्ते अस्ति न तथैव तत्कारणात् दकारः आगच्छति रैट् बट् वाट् हेपन्स् इन् द केस् आफ् ए पूर्वपदं भयम् अण्ड् उत्तरपदं मुक्तः इति क्तान्तपदं देन् वाट् समासः केन् बि यूस् we can't use bayena because baya has to be uttaravadam. Mukta confused before, this is the only time mukta has come, has been studied. Mukta, I don't think I have seen that mukta word before this in the samasas. No, we have seen mukta in the, because it's tantapadam, it has been used a lot. Not in samasa. No, we did. Yeah, we have come, we have got it many places, but then baya and mukta together we have not heard anywhere. But it is a very common thing we are hearing about. Because we have heard separately baya and mukta, we, I guess we haven't heard them together. Bhayat bhitah eva bhavati na bhaya bhitah. Yeah. Yeah. Bayat bhitah, that is the tavartikena. Baya bhi bhi. Yeah, it's that. Like chorat bhitah, chora bhitah. Bhayat bhitah, bhaya bhitah. Right. So alpat shokat, alpat bhayat bhitah. We'll have to what it is that. But with this, that Panjami thing is also getting over, no? See, Durat Agataha, Krishat Agataha, Vishprak, Antikat, Samipat Agataha. These are all Tantapadams other than that. Muktaha Padam is Sokan Muktaha Iti, Samastapadam Eva Bhavati. So we will keep the bayat part separately. We'll find it, clarify it from Bhagini and find out what happens. Bayat will become Tritiya or Panjami. That is what we need to know. Okay. Right? But I just want to go through what we did in the class more. So let's go through what we did. Yeah, let's go through that. Okay. Now, Usha Bhagini, you can read this one. Which one? Ah, this is the one which we went to Alauki Guru Vagrahasyam. This one, this sutra. So, Durantika. That is the one. Shabagini Padam. Okay. Durantikarthebhyaha dvitiyacha iti sutrena asatva vachanasya dura antika arthebhyaha dvitiya panchami tritiya saptamecha bhavati. Yata ग्रामस्य दूरात् ग्रामस्य दूरेण ग्रामस्य दूरे वा मन्दिरः गृहस्य अन्तिकात् गृहस्य अन्तिके वा मन्दिरः. ओके, सो दूरान्तिकार्तेभ्यः द्वितीया च इति सूत्रेण असत्त्ववचनस्य दूरान्तिक अर्थेभ्यः द्वितीया पञ्चमी तृतीया सप्तमी च भवति. माय गॉड, सो मेनी. न, द्वितीया तृतीया पञ्चमी सप्तमी. आ, द्वितीया तृतीया पञ्चमी सप्तमी. ओके, व्हाट इज लेफ्ट आउट इज प्रथमा एंड चतुर्थी. आ, प्रथमा चतुर्थी एंड षष्ठी. आ, या ओके. दूरान्तिकार्तेभ्यः द्वितीया च इति कारकप्रकरणे अण्डर् दट् अदर् सूत्र. ओके, असत्त्ववचनस्य विभक्तिविधानमेव असत्त्ववचनस्य दूर अन्तिक अर्थेभ्यः. ओके, सो ग्रामस्य दूरं, ओ ग्रामस्य दूरं, सो ग्रामस्य दूरम् इति इत्युक्ते दूरम् इति विशेषणपदं नास्ति, ग्रामस्य विशेषणपदं नास्ति. सो न भगिनि, इट् इस् वेरि क्लियर् द यु फर्गेट् टेक् औट् द टु पार्ट् आफ् फस्ट् दूर अन्तिक अर्थेभ्यः द्वितीया विभक्ति भवति. This is the one, what part. Mm. When the word cha brings other than dvitiya, panchami, tritiya, saptami. These are all the word cha brings. So what happens? Dura with dvitiya, dura with tritiya, dura with panchami, dura with saptami. Mm. So duram will become, what happens? Duram, dura, durena, dure. Mm. In all these vibhakti, we can use in the duram word, but for the, you know, gramasya duram, grama duram, grama, no, no, gramasya, gramasya, gramasya, gramasya durena, gramasya dure, gramasya durena va mandiraha, gramasya dure va mandiraha. Mm. So I can use any of those vibhaktis. Vatu, vatu, dura, durena, dure, duram. Oh, okay, yeah, yeah. Yeah, va for any of those, yes. So, gramasya duram mandiraha. Gramasya durat mandiraha, yeah. Gramasya durena mandiraha. Yeah, gramasya dure mandiraha. Yeah, that is the example we've given, split here and given, no, separate. Yeah, grihasya antikat, अन्तिकात् दूरः, ओके, मन्दिरः. अन्तिकं द्वितीया, अन्तिकात् पञ्चमी, अन्तिकेन तृतीया, एण्ड् अन्तिके इति सप्तमी. ओके. दिस् इस् दट् कारकसूत्रं. किन्तु महोदय, तत्र इत्युक्ते द्वितीया, पञ्चमी, तृतीया, सप्तमी च, किन्तु अर्थः तु समानेव नास्ति न महोदय? अर्थं समानमेव. See, here the word asattva vachanasya is an important thing. Asattva so here dura antika artha, dura antika artha has to be asattva vachanam, should indicate asattva vachanam, it cannot show a sattva vachanam. Abstract asti chet sarve eka artha. No. No. For example, gramasya vriksham, gramasya vrikshad, gramasya vrikshena, gramasya vrikshe. That is not correct. Because that is a sattvavachana. Only when it is duram, antika and artha, which is used, arte, dura, antika, artebhya. Artebhya is it a अर्थपदं असत्त्ववचनार्थे सूचयति वा पृथक्कर्तम् अस्ति वा? ऐ थिङ्क् दिस् अर्थेभ्य हियर् ईस् शोयिङ्ग् असत्त्ववर्त असत्त्ववचनस्य उल्लेखः अस्ति. गृहस्य अन्तिकं वृक्षः अपि वक्तुं शक्नुमः सम्यक् न? न न, अस्मिन् सूत्रस्य प्रसक्तिः किम् अस्ति? दूर अन्तिकपदद्वयोः असत्त्ववचनस्य अर्थेभ्य इति पदं किं वदति इति चेत्, असत्त्ववचनस्य उल्लेखः अस्ति चेत् द्वितीया, पञ्चमी, तृतीया, सप्तमी भवति. तत्र केवलम् उदाहरणं दत्तमस्ति दूरम् अन्तिकम् इति दूर पदद्वयस्य एव उदाहरणं दत्तमस्ति. यदि अर्थपदमपि उल्लेखः अस्ति चेत् तत्रापि ग्रामस्य अर्थं, ग्रामस्य अर्थात्, ग्रामस्य अर्थेन, ग्रामस्य दूरे इति अर्थे इति उदाहरणमपि वि शुड् हव् सीन् दट् दट् इस् नाट् तदेव महोदय. गृहस्य अन्तिकं वृक्षः दट् इस् अ डिफरेण्ट् दट् इस् अ डिफरेण्ट् दट् अर्थवाचि असत्त्ववचनस्य importance is only for the word dura and antika. Okay. So like instead of mandira you can say vruksha. That's not a different thing. Here it is mandira given, no? Usha Bhagini, avagatam ba? Am mahode. Okay. Then agre padatu udaharanam. Okay. स्थोकान्तिकदूरार्थकृच्छ्राणित्तेन इति सूत्रस्य उदाहरणानि. स्थोकान् मुक्तः इति समस्तपदस्य शास्त्रीयप्रक्रिया अधोलिखितः अस्ति. स्थोकाद् मुक्तः, स्थोकान् मुक्तः समस्तपदं, स्थोकाद् मुक्तः, स्थोकेन मुक्तः इति. ओके, अलौकिकविग्रहवाक्यं स्तोकयोगः ङसि योगः मुक्तयोगः सु समाससंज्ञा भवति प्राकडारात् समासः इति सूत्रेण. तत्पुरुषः इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति. स्तोकान्तिकदूरार्थकृच्छ्राणित्तेन इति सूत्रेण स्तोकात् इति पदं पञ्चमीयन्तं सुबन्तं पदं समर्थेन मुक्त इति तान्तसुबन्तेन सह समस्यते. स्तोकयोगः ङसि योगः मुक्तयोगः सु समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च इत्यनेन सूत्रेण. स्तोकयोगः ङसि योगः मुक्तयोगः सु इदानीं सुप्रत्ययोः लुक् लोपः भवति स्म सुपो धातुप्रातिपदिकयोः इत्यनेन, परन्तु पञ्चम्याः स्तोकादिभ्यः इत्यनेन पञ्चम्याः अलुक् स्यात्. पञ्चम्याः अलुक् स्यात् ङसि अवशिष्यते. ओके, स्तोकयोगः ङसि योगः मुक्त इत्यस्मिन् केवलं सु इत्यस्यैव लुक् भवति, न तु ङसि इत्यस्य. स्तोकयोगः ङसि योगः मुक्त. स्तोकयोगः ङसि योगः मुक्त प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति. समासविधायकसूत्रम् अस्ति स्तोकान्तिकदूरार्थकृच्छ्राणित्तेन. अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमा विभक्तौ अस्ति इत्यतः तस्य उपसर्जनसंज्ञा भवति. अधुना उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति. स्तोकाद् इति पदं पञ्चम्यन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. स्तोकयोगः ङसि योगः मुक्त इदानीं टाङसि ङसामिनात् स्याः इत्यनेन अदन्तात् अङ्गात् परस्य टाङसि ङस् प्रत्ययानां क्रमेण इन आत् स्य इत्येते आदेशाः भवन्ति. स्तोकयोगः ङसि इति स्थाने आत् इति भवति. स्तोकयोगः आत् योगः मुक्त. स्तोकयोगः आत् योगः मुक्त इति स्थिते अकसवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् योगः मुक्त इति भवति. अधुना जलां जशोन्ते इत्यनेन जष्ट्वं कृत्वा स्तोकाद् योगः मुक्त इति भवति. तदनन्तरं यरो अनुनासिके अनुनासिको वा इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान् मुक्तः इति भवति. स्तोकान् योगः मुक्त इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति. परवलिङ्गं द्वन्द्वतत्पुरुषयोः युत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते. उत्तरपदम् अस्ति मुक्त इति. तस्य लिङ्गं पुल्लिङ्गे विवक्षितम् इत्यतः स्तोकान् मुक्त इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गं. स्तोकान् मुक्तयोगः सु रुत्वविसर्गौ कृत्वा स्तोकान् मुक्तः इति समस्तपदं प्रथमाविभक्तौ एकवचने. अवगतं महोदय. स्तोकात् मुक्तः. There are only two important things here. One is aluk ngasi stoka ngasi and then ngasi gets replaced because of ta ngasi ngasa minasya yeah that is the only thing. And then sandhi यरोनुनासिके वर्णनासिके तकारस्य नकारं भवति. तकार दकार भवति. ओके यरो अनुनासिके अनुनासिके मकार फालोयिङ्ग्. ओके रैट. So there are only two things which are normal, different from the standard one which we have been learning from Avyayavacana Samas onwards. Uttarapadam, Purvapadam, Seko, Vichinta Nasti. Kyunki that Storandika Dutrani Tena Iti Ustase Panjami Iti Padam Pradama Vyavakta Vasti. Ityataha Upasarjanam Bhavati. So that is not an issue. So, but here what happens is that the rupam, see, if you look at the rupas, antikat agataha tatra samasa kemadi antikat agataha iti samasta padam. Rest of them all vyasta prayoga asti. Antikat agataha, antikam agataha dvitiya, antikena agataha tritiya, antike agataha iti sapta, all vyasta prayoga bhavati. So that's... only one samasta padam. Rest, four of them are... this is Antika Shabda. Okay. Durantikar... Yes. You know, what is that? Durantikarte Bhyaha Dvitiyacha. Okay. That is the sutra. No. Yeah. Yes, this one. Durantikarte Bhyaha Dvitiyacha. So, only here to remember is Dura and Antika is Antika. That... is the Purva Padam, then Durat Agataha, Antikat Agataha. See, Antikat Agataha, Durat Agataha. Abhyashat Agataha. Oh, Artha Shabdasya, meaning is that the Durata and Antikartha, we have to... Oh, so all the words that mean Dura or Antika. Yeah. See, Krishradagata also has come, no? Tatra, Krishradagata, Krishradagata, Krishrenagata. But there, here, Dvidiya, Dvidiya and Saptami is not there. Not there. But Abhyashat, Abhyasham Agataka is also there. Yes. And... Abhyashe Agataha. Viprakrishta is, the meaning is Durat. Viprakrishta. So here, so in this sutra, that Dura, what is that here? Where is that sutra? Dura Antika Artebhyo Didiya. Artebhyo means Dura Artha, you have to take Antika Artha, Dura Artha, Antika Artha. Padanam. Dvitiya bhavati cha ityuktatva tritiya panchami saptami api bhavati. Tena karanena vyasta prayoge these things are used. Rekin, for the panchami tatpurusha samasa, only the panchami can become samasta padam. Rest of them will remain as vyasta prayoga only. And this panchami saptapurusha samasta padam comes from the sthorandika dhurartha. Kichrani Kena. Avgatam? Amore. This Dura Artha Yudhikte Dura Artham Yada Padasya Yashya Padasya Bhavati Tat Padam Api Svikrutam Shaknamaha. Because Antika is Samipam. So in the Udaharanam, it is the term Abhyashad, that is Samipat. Samipa is Antike. So, Dura Antike Arthe. Ityukte, Dura Arthe Yani Yani Padani, Antika Arthe Yani Yani Padani, Te Sarvani Sarvani Padani, Dutiya Bhavati. Dutiya Bhavati, Cha Yuttu. Tritiya, Chaturthiya, Panchami, Saptami, Api Bhavitum Arhati. Artha Shabdah, Evam Antikartaka Shabdah, Dvitiya, Tritiya, Panchami, Saptami. Actually, these are all extra information. Yes. It is not something to do with our main study of samasa. Yeah, yes, we brought in karaka also together so that when we see that these things, we should not jump and make a samasa. Panchami samasa. Okay. Okay. So this is that. We will stop here. And I just want to ask you one thing.